तर्हि अस्माकं तरप् तमप् इति विषयः प्रवर्तमानः आसीत्। तत्र गृहपाठः अपि आसीत्, अस्मासु केचन प्रेषितवन्तः, ये न प्रेषितवन्तः ते प्रेषयेयुः, यतोहि अभ्यासः अपेक्षितः अस्ति। वस्तुतः येषां न्यूनाभ्यासः अपेक्षितः ते प्रेषितवन्तः, येषाम् अधिकाभ्यासः अपेक्षितः ते न प्रेषितवन्तः, अतः सर्वे प्रेषयेयुः। अस्तु, अस्मिन् प्रसङ्गे इदानीम् अहं सर्वं अवलोकयिष्यामि, केषाञ्चन अवलोकितः अस्ति अभ्यासः, ये अवशिष्टाः अपि तानपि द्रक्ष्यामि। इदानीम् अस्मिन् प्रसङ्गे तत्र त्रयोदशाधिकशततमे पुटे अस्माकं तत्र एवमेव बुद्धिमत् शब्दस्य रूपाणि दत्तानि सन्ति। तर्हि मतूप् इति विषयः मध्ये आगतः अस्ति, मतूप् बुद्धिमान् इत्यादीनि रूपाणि। तत्र एवमेव अस्मिन् वर्गे बहु पूर्वमपि मया उक्तमासीत्, पुनः वदामि यत् कुत्रचित् मतूप् कुत्रचित् वतूप् इति भवति, खलु? कुत्रचित् वकारः, कुत्रचित् मकारः। तर्हि एवमेव वदामि येन स्पष्टः स्यात्। कः पुष्पा भगिनि, येन स्पष्टः स्यात् यत् रूपं कीदृशं, नाम कुत्र वाकारः कुत्र मकारः, मतूप् वतूप् इति। अत्र यथा बुद्धिशब्दः, बुद्धिशब्दः अस्ति, तत्र मान् भवति वान् भवति इति चेत् तत्र बुद्धिमान् अस्ति इति जानीमः। तर्हि यस्य शब्दस्य अन्ते ह्रस्व इकारः वा दीर्घ इकारः लिखन्तु, कुत्रचित् लिखन्तु ह्रस्व इकारः वा दीर्घ इकारः वा ह्रस्व उकारः वा दीर्घ ऊकारः। तर्हि इ एतेषु वर्णेषु अन्तिमवर्णः अन्यतमः अस्ति चेत् तत्र मान् इति भवति, बुद्धि तत्र इकारः अस्ति ह्रस्व इकारः, अतः बुद्धिमान्। इदानीं शब्दस्य अन्ते अ आ स अथवा अन्तिमवर्णात् पूर्वं मकारः, अन्तिमवर्णः अकारः आकारः सकारः सकारः अथवा अन्तिमवर्णात् पूर्वं मकारः इति चेत् वान्। तर्हि यथा राजेन्द्रमहोदय, अहं तत्र बुद्धि इति शब्दः अस्ति चेत् तत्र किं भवति? तत्र मतुप् प्रत्ययः आगच्छति, यथा ऋषिकारः तत्र अस्ति अन्ते। तर्हि रूपं किं? पुल्लिङ्गे पुल्लिङ्गे बुद्धिमान् बुद्धिमान्, अस्तु समीचीनमस्ति, बुद्धिमान् बुद्धिमान्। इदानीं धनं धनमस्ति चेत् किं, राजीव भगिनी वदतु, अत्र प्रातिपदिकं धनवान् इति आगच्छति, प्रातिपदिकं धनवत् न न न न नाम यः शब्दः मया उक्तः धनं, तत्र तस्य प्रातिपदिकं किं? धनं प्रातिपदिकं धनम् एव, मकारशब्दः वा, मकार धन महोदय, वनं तादृश धनं अकारान्तशब्दः खलु, अकारान्तशब्दः. तर्हि मया उक्तं यत् शब्दस्य अन्ते अकारः अस्ति चेत् तत्र वकारः भवति न तु मकारः इति कृत्वा वतु प्रत्ययः धनवान् इति आगच्छति. हा न तु धनवान् तत्तु न भवति, धनवान् इति अस्ति इति तत्र अस्माकम् अध्ययनं प्रवर्तमानमस्ति. अस्तु, इदानीं गुरुशब्दः सरला भगिनी, तत्र गुरुशब्दः गुरुशब्दस्य अन्ते उकारः अस्ति, उकारः अस्ति तत्र मत्तुप् योजयामः, सो गुरुमत् इति प्रातिपदकम् आगच्छति. पुलिङ्गे, पुल्लिङ्गे भवति गुरुमान्, स्त्रीलिङ्गे गुरुमती, गुरुमत् इति भवति नपुंसकलिङ्गे. बहु समीचीनमस्ति. अस्तु, इदानीं इदानीं किं वयस् वयस् इति लक्ष्मी भगिनी वदतु. वयः इति पुंसकलिङ्गशब्दः, वयः वयस् सकारान्तशब्दः. आम् आं महोदय, हलन्तशब्दः सकारान्तपदम्, अतः वतु प्रत्ययं योजयामः, तथा कुर्मः चेत् वयवान्, अत्र वयः प्रथमाविभक्त्यन्तरूपं, परन्तु अत्र प्रातिपदिकमस्ति वयस्, वयस् योगः वतुप्. तत्र प्रातिपदिकं स्वीकर्तव्यमस्ति. अत्र वयवान् इति नास्ति, प्रातिपदिकं स्वीकृत्य संयोजयतु. वयस्वान् इति अस्ति, वयस्वान्. अस्तु, समीचीनमस्ति. इदानीं पद्मा भगिनी वदतु, अत्र लघुशब्दः अस्ति, लघु महोदय, लघुशब्दः वदतु. उकार, उकार, उकार अस्ति लघु. तर्हि लघु वा, मया किम् उक्तं? नियमः उक्तः, भवती लिखितवती वा? न महोदय. तर्हि लिखतु एवमेव, मम आनन्दार्थं केवलम् एवं तथा न उक्तवान्, तत् सर्वेषां लाभार्थं न लिखितवती, कथं वा मनसि तिष्ठेत्? लिखतु. अहं न आगन्तुं शक्नोति. इदानीमेव मया उक्तं यत् इ उ अस्ति चेत् मान्, तद्विहाय तद्विहाय आस उपदा म इति चेत् वान् इति मनसि भवेत्. अस्तु, जगन्नाथमहोदय वदतु, तत्र लघुशब्दः अस्ति चेत् किं भवति? लघुमान् लघुमत् इति प्रातिपदिकं भवति, तर्हि लघुमान् इति पुल्लिङ्गशब्दः, लघुमती इति स्त्रीलिङ्गशब्दः, लघुमत् इति बहु समीचीनमस्ति. अस्तु, तर्हि इदानीं अस्तु, रत्ना भगिनी वदति वा, इदानीं ज्ञानं, ज्ञानमस्ति चेत् किं कथम् अस्ति? हा, ज्ञानम् अकार, ज्ञानं मकारान्तः अस्ति अन्ते प्रातिपदिके, अतः प्रातिपदिकं किं, प्रातिपदिकं किं? ज्ञान इति भवति अकारान्तः. अस्तु, अकारान्तः, अतः ज्ञानमान्, ज्ञानमत् इति प्रातिपदिकं भवति, ज्ञानमान्, ज्ञानमति, ज्ञानमत्. इदानीं नियमः मया नियमः क्षम्यताम्, अकारः, न क्षम्यताम्, अकारः अस्ति अन्ते. हा, क्षम्यताम्, अकारः अस्ति, अतः ज्ञानवान्, ज्ञानवति, ज्ञानवत् इति भवति. समीचीनमस्ति. नियमः अस्ति यस्य अन्ते अकारः अथवा चकारः अथवा मकारः अस्ति चेत् वान् इति भवति, अन्ते इकारः अथवा उकारः, ह्रस्व अथवा दीर्घः भवति चेत् मान् इति भवति. मान् अ आ स अन्ते अथवा अन्तिमवर्णात् पूर्वम् अकारः अस्ति चेत् तत्र वान् अ आ स म अस्तु, समीचीनमस्ति. तर्हि इदानीं शुकवनमहोदय, तत्र भासति सकारान्तशब्दः अस्ति प्रकाशार्थे. हा, भास् इति शब्दः सकारान्तशब्दः, अतः तत्र वतु प्रत्ययः एव भवति. अतः भास् योगः वत् भास्वत् इति प्रातिपदिकं भवति. तस्य पुल्लिङ्गप्रथमाविभक्तिरूपं भवति भास्ववान्, श्रीलिङ्गे भास्ववती, नपुंसकलिङ्गे भास्ववान् कथं वा स्यात्? भास्ववत् इति प्रातिपदिकं भवति. तस्य भास्वत् सत्यं सत्यं भास्वत् इति अस्ति, अतः भास्वान् इति भवति. सत्यं भास्वान्, भास्वती, भास्वत्. बहु समीचीनमस्ति. हा अस्तु, समीचीनमस्ति. इदानीं पुष्पा भगिनी अस्ति? अस्मि महोदय, अस्मि. हा अस्तु, तत्र श्री शब्दः, श्री श्री श्री दीर्घ इकारान्तशब्दः, श्री श्री श्रीमान् श्रीमान् हा, इकारः अस्ति चेत् मान् इति भवति. हा, तर्हि श्रीमत्, श्रीमती, श्रीमान्, श्रीमत्. समीचीनमस्ति. हा अस्तु, तर्हि अग्रे पश्येम. इदानीं किं विद्या भगिनी, तत्र लक्ष्मीशब्दः, लक्ष्मीशब्दः दीर्घ इकारान्तः, अतः अत्र पुनः मान् एव योजयामः. लक्ष्मीयोगः अत्र मत् मतुप् प्रत्ययः, मत् लक्ष्मीमत् इति प्रातिपदिकं, लक्ष्मीवान्, लक्ष्मीमति, लक्ष्मीमत् इति पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपाणि. अत्र किन्तु वैशिष्ट्यमस्ति, अत्र वैशिष्ट्यमस्ति. मया उक्तमासीत् यत् आ स अथवा उपधाम अस्ति चेत् वान्, तत्र अत्र विशिष्टमस्ति. उपधायां कः वर्णः? उपधायां मकारः अस्ति, परन्तु अन्ते ईकारः अस्ति, अतः उपधायां मकारः अस्ति इति कृत्वा वान् ओ अस्तु, यद्यपि अन्ते ईकारः अस्ति. अस्तु अस्तु. हा, लक्ष्मी योगः वान्, लक्ष्मीवान् पुल्लिङ्गे लक्ष्मीवती, लक्ष्मीवत्. अत्र ह्रस्व इकारः भवति किन्तु. ओ सर्वत्र वा लक्ष्मीवान्, ओ इति वैशिष्ट्यमस्ति. अत्र यत्र तादृशं यथा समासप्रसङ्गे तादृशं सामान्यतया भवति. विशिष्टशब्दः अस्ति लक्ष्मीशब्दः. लक्ष्मी अस्माकं विद्यार्थिनी अपि विशिष्टा अस्ति, शब्दः अपि विशिष्टः. किमिति अस्ति चेत् यद्यपि अन्ते इकारः अस्ति किन्तु उपधायां मकारः अस्ति इति कृत्वा वान् भवति, लक्ष्मीवान्, लक्ष्मीवान्, लक्ष्मीवद्, लक्ष्मीवती इति अस्ति. कथम् ईकारः इकारः भवति महोदय? किमिति? कथम् ईकारः इकारः भवति? कथमिति वा? तत्र नाम सूत्रम् इच्छति वा? तत्र सूत्रमस्ति, मम मनसि इदानीं नास्ति, किन्तु तत्र समासप्रसङ्गे अपि तथा भवति. तत्र विशिष्टसूत्रम् अस्ति, न जाने इदानीं, किन्तु अस्तु. इदानीं किं चुन्सलवनी सर्वे उक्तवन्तः बालसुब्रह्मण्यमहोदयः तत्र बालसुब्रह्मण्यमहोदयः तत्र प्रतिभा आकारान्त तस्मात् मतुप् सो प्रतिभा प्रतिभव प्रतिभवान् प्रतिभवति इति न तत्र प्रातिपदिकं यथावत् तिष्ठति हा प्रतिभा प्रतिभा इति प्रातिपदिकमस्ति प्रतिभा प्रतिभवान् न आकारः अस्ति खलु प्रतिभावान् प्रतिभा अत्र प्रातिपदिकं भवति प्रतिभावत् प्रतिभावान् प्रतिभावति इति रूपाणि भवन्ति इति दीर्घ आकारः वा महोदय तत्र प्रतिभावत् इति वा प्रतिभवत् इति वा न न न आकारः अस्ति दीर्घ आकारः प्रतिभावान् प्रातिपदिकमेव प्रतिभा इति सत्यम् आकार लतावत् लताशब्दवत् प्रतिभा प्रतिभावत् प्रतिभावान् प्रतिभावति इति अस्ति महोदय अत्र पुल्लिङ्गप्रतिभा तु प्रतिभा स्त्रीलिङ्ग अस्ति प्रतिभा स्त्रीलिङ्गशब्दः अस्तु इदानीं किमिति अत्र उपध लक्ष्मी इत्यस्य स्थाने उपधायां मकारः केवलम् इकारः अन्ते अस्ति चेत् तत् उपयोगं कुर्मः वा अथवा यथा प्रतिमा इति अस्ति चेत् तत्रापि प्रतिमावान् इति भवति वा किमर्थम् इत्युक्ते उपधायां मकारः अस्ति प्रतिमा तत्र अकारः तत्र सम्यक् अस्ति नाम अकारः अन्ते अस्ति मकारः उपधायाम् अस्ति तत्र उभयत्र एकस्यां वदति किन्तु मकारः अस्ति चेत् तत्र अन्तिमवर्णः यः कोऽपि भवतु नाम वान् भविष्यति समीचीनमस्ति अस्तु इदानीं तर्हि जगन्नाथमहोदय तत्र गुणशब्दः गुणशब्दः गुणः तत्र गुण इति प्रातिपदिकं भवति अकारान्तशब्दः तदर्थं गुणवत् इति मतुप्रत्ययं योजयित्वा भवति प्रातिपदिकं पुल्लिङ्गे गुणवान् स्त्रीलिङ्गे गुणवती नपुंसकलिङ्गे गुणवत् इति अस्तु समीचीनमस्ति तर्हि इदानीम् अग्रे गन्तुं शक्नुमः एतत् सर्वं दृष्टवन्तः महोदय महोदय अस्माकं चिन्तनवर्गे एकः प्रश्नः आसीत् अत्र तरप्तमप्रत्ययसम्बद्धसूत्राणि अपि पठामः वा इति प्रश्नः आसीत् किञ्चित् किञ्चित् वदिष्यामि अद्य एव ओ अस्तु सूत्रं श्रावयिष्यामि किञ्चित् किञ्चित् रत्नाभगिनी तत्र न रोचते इति कृत्वा अधिकं न वदिष्यामि अस्तु तर्हि अग्रे गच्छेम किञ्चित् श्रावयिष्यामि अवश्यम् अस्मिन् प्रसङ्गे अद्यैव तर्हि तत्र बुद्धिमत् इति लक्ष्मीभगिनी तत्र एतानि उदाहरणानि तत्र वयं पठितवन्तः वा ततः पठतु कृपया एतानि उदाहरणानि परिशीलयत पाण्डवाः बलवन्तः तेषु भीमार्जुनौ बलवत्तमौ भीमार्जुनयोः भीमः बलवत्तरः पञ्चसु पाण्डवेषु भीमः बलवत्तमः अत्र पाण्डवाः इत्युक्ते अत्र जनपञ्चकमस्ति अत्र पञ्चजनाः अस्ति तेषु भीमार्जुनौ बलवत्तमौ इत्युक्ते अत्र जनबाहुल्यमस्ति तत्र परन्तु अत्र द्विवचने उक्तमस्ति भीमार्जुनौ इति द्विवचने अस्ति तदर्थं भीमार्जुनशब्दस्य विशेषणम् एव बलवत्तमौ. अत्र बहुषु भीमार्जुनौ, तदर्थम् अत्र तमप्रत्ययं योजितमस्ति. अपि च वतुप् किं चिन्तनमस्ति अत्र? वतुप्रत्ययं, वतुप्रत्ययः. किमर्थम् अत्र बलम् इति पदम् अकारान्तपदं, नपुंसकलिङ्गपदं, परन्तु प्रातिपदिकं बल, तत्र अकारान्तपदं बल, तदर्थम् अत्र वतुप्रत्ययं योजयामः. हा अस्तु, बहु समीचीनमस्ति. अतः पाण्डवः बलवान्, बलवान् बलवन्तौ बलवन्तः. तत्र तरपति योजयामः चेत् प्रातिपदिकं स्वीकर्तव्यमस्ति. तत्र बलवान् इत्यस्य प्रातिपदिकं बलवत्, अतः बलवत्तम इति प्रातिपदिकं पुनः अकारान्तः भवति, बलवत्तम. अत्र द्विवचने अस्ति बलवत्तमौ. अस्तु, द्वितीयं वाक्यं कृपया परिशीलयतु. तत्र शुकवनमय किमस्ति? हा महोदय, भीमार्जुनयोः भीमः बलवत्तरः इति अत्र इति अस्ति. अत्र द्वयोः मध्ये एव कः इति चिन्तनम् इति कृत्वा तत्र तरप्रत्ययः उपयुक्तः भवति. पुनः तत्र बल इति अकारान्तप्रातिपदिक पदमस्ति इति कृत्वा तत्र वतुप्रत्ययः भवति. अतः बलवत् इति वतुप्रत्ययं योजयित्वा नूतनप्रातिपदिकं ततः तरप्रत्ययं योजयित्वा बलवत्तर, तस्य प्रथमाविभक्ति एकवचनरूपं पुल्लिङ्गे बलवत्तरः भीमः इति भवति. बलवत्तरः, अस्तु, बहु समीचीनमस्ति. अग्रे अग्रे किमिति? अत्र भीमार्जुनयोः इति सप्तमी खलु? सत्यं. हा, तत्र सामान्यप्रयोगः तथा अस्ति. एतेषां मध्ये इति कृत्वा सप्तमी सामान्यतया भविष्यति आरम्भे. बहुवचने भवतु, यथा तेषु भीम, तेषु इति उपरि आसीत् तेषु भीमार्जुनो. अत्र द्विवचने अस्ति इति कृत्वा रूपं भिन्नं, किन्तु सप्तमी वक्तव्यं. भीमार्जुनयोः. अस्तु, सम्यक् अस्ति. अन्तिममस्ति तत्र सरला भगिनी वदतु कृपया. पञ्चसु पाण्डवेषु भीमः बलवतम्. अत्र पञ्चपाण्डवाः, तस्य समूहः अस्ति. तेषु एकः भीमः अधिकबलवान् अस्ति, तत् अतः बलवत् इति प्रातिपदकं तस्मिन् तेन सह तं प्रत्यययोजयामः. बलवत्तम इति प्रथमाविभक्ति एकवचनम् आगच्छति. सो पञ्चसु पाण्डवेषु भीम बलवत्तमः इति भवति. बहु समीचीनमस्ति. अस्तु, अग्रे राजेन्द्रमहोदय. आवरणात् उच्चतं पदं चित्वा रिक्तस्थानं पूरयत. गीतालतयोः काः का गीतालतयोः का आवरणे अस्ति बुद्धिमत्रा बुद्धिमत्मा. अत्र तु बुद्धिमत्रा यथा जनद्वयमेव तत् अस्ति, तत् कारणात् तत् बुद्धिमत्रा बुद्धिमत् बुद्धिमत् प्रातिपदिकं तत् तरफ प्रत्यया योजित्वा बुद्धिमत्रा स्त्रीलिङ्गरूपम् अस्ति. हा, बुद्धिमत्तरा बुद्धिमत्तरा, समीचीनमस्ति. अस्तु, अग्रे रत्नाभगिनी. अग्रे अस्तु, सर्वेषु भारती आवरणे बुद्धिमत्तरा बुद्धिमत्तमा इति अस्ति. उत्तरमस्ति बुद्धिमत्तमा तमप् प्रत्ययः. किमर्थम् इत्युक्ते सर्वेषु इति बहुवचनम् अस्ति, अतः तमप् प्रत्ययस्य उपयोगं भवति. समीचीनं. राजी भगिनी. सर्वेषु ग्रन्थेषु गीता आवरणे गुणवत्तमा इति दत्तं. सर्वेषु बहुवचनम् अस्ति, अतः सर्वेषु ग्रन्थेषु गीता गुणवत्तमा इति भवति. गुणवत्तमा अस्तु, समीचीनमस्ति. ततः अग्रे पुष्पा भगिनी वदतु. एकनिमिष महोदय. पुस्तकस्य गुणवत्तमा चतुर्थं वाक्यं. चतुर्थवाक्यं हा. सर्वेषु छात्रेषु निकलः शक्तिमत्तमः. हा, सर्वेषु इति बहुवचने अस्ति. बहुवचने अस्ति इति. सर्वेषु छात्रेषु निखिलः शक्तिमत्तमः. अत्र शक्ति इकारान्त शब्दः अस्ति इति कृत्वा मतुप् मतुप् शक्तिमत्तमः. अस्तु अस्तु, समीचीनमस्ति. अग्रे विद्याभगिनी अग्रे. शक्तियुक्त्योः मध्ये युक्तिः अत्र आवरणे बलवत्तरा बलवत्तमा इति, अत्र शक्तियुक्त्योः इति द्वयोर्मध्ये एकः इति कृत्वा तत्र तरप्रत्ययः बल इति अकारान्तप्रातिपदिकम्, अतः अत्र वतुप्रत्ययः बलवत् इति प्रातिपदिकं, तस्य अनन्तरं तरप्रत्ययः योजयामः. तर्हि बलवत्तर, इदानीम् अत्र युक्तिः इति स्त्रीलिङ्गे अस्ति इति कृत्वा बलवत्तरा. साधु साधु, अस्तु अग्रे. पद्मा भगिनी वदति वा. अस्तु, बालसुब्रह्मण्यं महोदय तत्र वदतु कृपया. कर्म दैवं च बलवती, तयोः किं भयवती द्विवचनं. सो बलवत्तरः, बलवत्तरं नपुंसकलिङ्गद्विवचनं, बलवती तयोः किं बलवत्तरम्. कर्म दैवम् अस्तु अत्र. बलवती बलवती इति नपुंसकलिङ्गे द्विवचने. अस्तु, समीचीनमस्ति महोदय. प्रश्नः एकः, अपेक्षया इति वाक्ये बलवत्तरः इति रूपं साधु वा न? अर्जुनस्य अपेक्षया भीमः बलवत्तरः इति वक्तुं शक्यते वा? अवश्यम् अवश्यं. तद् नाम तत्र जनद्वयमस्ति चेत् अथवा वस्तुद्वयमस्ति चेत् अस्य अपेक्षया तत् एतादृशम् इति अवश्यं वक्तुं शक्नुमः. बहुवचने अपि भवितुम् एतेषाम् अपेक्षया, एतेषां जनानाम् अपेक्षया, अथवा एतेषु जनेषु इति द्वयमपि भवतु. बलवत् अत्र बलवती इति द्विवचने अस्ति. अत्र कीदृशरूपम् अस्ति? न, ईकारः किमर्थम् अस्ति? महोदय, अत्र कर्म एक अथवा अपि च दैवं बलवत् जगत् इति शब्दवत् अस्ति. सत्यं सत्यं, जगत् शब्दवत् अस्ति. नपुंसकपदम् अतः द्विवचने बलवति इति भवति. तकारान्तशब्दः नपुंसकलिङ्गे. अस्तु, समीचीनमस्ति. अस्तु, इदानीं कथा एतत् कथां पठामः वा अथवा अग्रिमविषयः अत्र अस्तु? कथां, अस्तु कथां पठेम, अनन्तरम् अग्रिम नूतनविषयः आयास्यति. तर्हि अत्र लक्ष्मीभगिनी कृपया. एतां लघुकथां पठत कदाचित् अङ्गुलीनां परस्परं कलहः सम्पन्नः. अङ्गुष्ठः, तर्जनी, मध्यमा, अनामिका, कनिष्ठिका च कलहं कुर्वन्ति. अहमहमिकया च वदन्ति, अहं राजा, अहं राजा, अहं श्रेष्ठः, अहं श्रेष्ठः इति. अन्ततः निर्णयार्थं ताः सर्वाः न्यायालयं गच्छन्ति. न्यायाधीशस्य पुरतः स्वपक्षं स्थापयन् उपस्थापयन्ति. अत्र किमस्ति? अत्र अस्माकं पञ्चाङ्गुल्यः सन्ति, तेषां नामानि दत्तानि अत्र. अङ्गुष्ठः, तर्जनी, मध्यमा, अनामिका, कनिष्ठिका. अत्र मम एकः प्रश्नः अस्ति महोदय, अत्र अङ्गुष्ठः एकमेव पुंलिङ्गपदम्, अन्यानि सर्वाणि अपि स्त्रीलिङ्गपदानि, तथा किमर्थं कृतवन्तः इति? आधिक्येन लिङ्गं किमर्थं भवति इति वक्तुं न शक्नुमः. एवमेव या कापि भाषा अथवा संस्कृतभाषा अपि तथा अस्मिन् प्रसङ्गे नाम विशेषणं विशेष्यमस्ति चेत् तत्र विशेषणं क्षम्यतां विशेषणमस्ति चेत् विशेष्यम् अनुसृत्य भवति. किन्तु अथवा केचन विशिष्टप्रत्ययाः सन्ति, यथा क्तिन् गतिः, मतिः, तत्र नित्यं स्त्रीलिङ्गे अस्ति. तत्र कुत्रचित् प्रत्ययं दृष्ट्वा निर्णेतुं शक्नुमः यत् एतत् किम्. अत्र अङ्गुष्ठः इति अस्य प्रत्ययः द्रष्टव्यः कथा. अस्माकम् एक एव मार्गः प्रत्ययस्य निश्चितलिङ्गत्वं भवति चेत् एव वयं किमर्थम् अस्य शब्दस्य लिङ्गं तथा अस्ति इति वक्तुं शक्नुयाम. यथा ल्यूट्, गमनं, चिन्तनं, तत्र नित्यं नपुंसकलिङ्गे. क्तिन् इति स्त्रीलिङ्गे. गतिः, मतिः एतादृशम् अस्ति चेत् अङ्गुष्ठः इति अनन्तरं पश्यामि तत्र प्रत्ययः कः. अस्तु महोदय, एकदा अङ्गुलीनां मध्ये परस्परं कलहः अभवत्, किमर्थं चेत् अत्र ताः सर्वाः अपि अहं राजा भवितुमर्हामि, राज्ञी राजा भवितुमर्हामि, अहमेव राजा भवितुम् अर्हः इति, अहमेव श्रेष्ठः इति ते चिन्तयित्वा कलहं कुर्वन्ति. कलहस्य अनन्तरं तदा ताः सर्वाः अपि निर्णयार्थं न्यायाधीशस्य पुरतः न्यायालयं गत्वा अत्र न्यायाधीशस्य पुरतः स्वपक्षम् उपस्थापयन्ति. इत्युक्ते अत्र किमर्थम् अहं श्रेष्ठः इति स्वपक्षं स्वीकृत्य ते न्यायाधीशस्य पुरतः वदन्ति. समीचीनमस्ति इति वार्ता अस्ति महोदय. एकः प्रश्नः अस्ति, यदि वयं वदामः पञ्चसु एका श्रेष्ठतमा भवति वा श्रेष्ठवत्तमा भवति? तत्र द्वयमपि सम्भवति. अत्र अग्रे आयास्यति. अत्र श्रेष्ठ वस्तुतः तरप्तमापिति शब्दद्वयम् अस्माभिः ज्ञातम्. यतः अग्रे अन्यप्रत्ययद्वयमस्ति, अद्य किञ्चित् वदिष्यामि अस्मिन् प्रसङ्गे, यत् तत्र ईयसून् अपि च इष्ठन्. अत्र इष्ठन् इति प्रत्ययः अस्ति श्रेष्ठशब्दः. तत् श्रेष्ठशब्दः स्वयं तमप् इव अस्ति, किन्तु तथापि अत्र एकं सूत्रं तदर्थमस्ति यत् तथापि तमप् इति संयोजयितुं नाम पुनः अधिकस्य प्रदर्शनार्थं संयोजयितुं शक्नुमः. किन्तु श्रेष्ठ तावदेव वदामः चेत् कार्यमस्ति षष्ठतम इति अपि वक्तुं शक्यते किन्तु अस्तु अग्रे अग्रे किम् अन्यप्रश्नः भवति कलह सम्पन्नः सम्पन्नः कीदृशपदमस्ति क्तान्तरूपमस्ति क्तान्त किन्तु धातु आप् नास्ति न संयोग तत्र आदेशः अस्ति तत्र प्रक्रिया तत्र एतादृश केवलं सम्पन्नः इति नास्ति एतत् नाम एका श्रेणी अस्ति यत्र क्तान्तरूपाणां तादृशरूपम् अस्ति अन्यानि उदाहरणानि सन्ति सम्पन्नः तादृशमस्ति क्तान्तरूपं पद् धातुः महोदय संयोगः पद् पद् धातु अस्ति किन्तु आदेशः अस्ति कृत्वा सत्यं अस्तु बहु सम्यक् अस्ति अग्रे गच्छेम इदानीं जगन्नाथमहोदय अग्रे पठतु कृपया अस्तु कलां कुर्वन्ति अहं राजा अहं राजा अहं श्रेष्ठः इति अन्ततः निर्णयार्थं ताः सर्वाः न्यायालयं गच्छन्ति न्यायाधीशस्य पुरतः स्वपक्षम् उपस्थापयन्ति आदौ अङ्गुष्ठः वदति अहम् अङ्गुष्ठः अहं बलवत्तमः अहं दृढतमः अहम् अतः अहमेव राजा ततः तर्जनी वदति अहं तर्जनी अहं सर्वान् तर्जयामि अहं सर्वं सूचयामि अतः अहमेव राज्ञी तत्पश्चात् मध्यमा वदति अहं मध्यमा अहं दीर्घतम अहम् अतः अहमेव राज्ञी ततः अनामिका अग्रे आगत्य वदति अहम् अनामिका सर्वासु अहमेव धनिकतम यतः अहं बहुरत्नखचितं कनकमयम् अङ्गुलीयकं धरामि अतः अहमेव राज्ञी इति अन्ते कनिष्ठिका मन्दमतेव वदतु किमस्ति अत्र ते सर्वं स्वस्वपक्ष पक्षं नीत्वा वदति वदन्ति किमर्थं तेषां पक्षं न्यायाधीशं नीतव्यम् इति न्यायाधीशेन नीतव्यम् इति एकनिमेषः वाक्यं समीकरोतु वाक्यं सम्यक् अस्ति समीकरोतु वाक्यं पुनः तदेव वाक्यं पक्षशब्दः उक्तः पुनः पुल्लिङ्गः इति दोषमासीत् न तत्र अहम् अन्तपर्यन्तम् अहं प्रतीक्षायाम् आसं यतोहि तत्र द्वयमपि भवितुमर्हति स्म नाम प्रथमाविभक्तौ भवितुमर्हति स्म द्वितीयाविभक्तौ अपि भवितुमर्हति स्म किन्तु तत्र क्रियापदम् अथवा विशेषणं दृष्ट्वा निर्णेतव्यम् आसीत् भवता किम् उक्तमासीत् पुनः वदतु कृपया सर्वे पक्षशब्दप्रसङ्गे भवता किम् उक्तं निर्णेतव्य इति शब्दस्य उपयोगं कृत्वा उक्तवान् निर्णेतव्य इति भवान् उक्तवान् खलु नाम पक्ष समीचीनमासीत् किन्तु तव्यत् अनियर् इति कर्मणि अर्थे कर्मार्थे तत्र लक्ष्मीभगिनी कर्मणि अर्थे इति वक्तुं शक्नुमः किन्तु कर्मणि अर्थे वदामः चेत् तत्र समासः नास्ति तावदेव अस्ति कर्मार्थे समासः अस्ति कर्मणि अर्थे वदामः चेत् तत्र केवलं सन्धिः अस्ति तदपि साधु कर्मणि अर्थे अहम् एकवारम् उक्तवान् कर्मणि अर्थे इति वक्तुं शक्नुमः किन्तु तत्तु समासः नास्ति कुत्रचित् समासः तादृशमस्ति युधिष्ठिरः किन्तु अत्र तथा कर्मणि प्रयोगः इति समासः अस्ति कर्मणि प्रयोगः इति पदद्वयं नास्ति, एकः पद् एकं पदमस्ति कर्मणि प्रयोगः, किन्तु कर्मणि अर्थे इति पदद्वयमस्ति, समासः नास्ति, किन्तु साधु एव तत्र सन्धिं कृत्वा कर्मणि अर्थे इति वक्तुं शक्नुमः, तत्र दोषः नास्ति. तर्हि अत्र कर्मणि अर्थे तत्र अस्ति तव्यत् प्रत्ययः, तर्हि इति कृत्वा प्रथमविभक्तो भवति, यतोहि कर्मणिप्रयोगे अस्ति पक्षशब्दः, तदानीं प्रथम नाम त्रीणि एकमेकं, त्रीणि एकमेकम् अस्ति, न तु एकं द्वे एकं, तर्हि पक्षः निर्णेतव्यः, न तु पक्षं निर्णेतव्यः. न्यायाधीशेन पक्षः निर्णीतव्यः. अस्तु, तर्हि अङ्गुलि वदति अहं बलवत्तमः इति कारणेन अहमेव राजा इति. तर्जनी वदति अहमेव सर्वान् तर्जयामि, सूचयाम्यपि, तदर्थम् अहं राज्ञि. मध्यमा वदति मम दीर्घस्य सुबन्तरूपं लेङ्क्त् इति किं वदामः. अस्तु, अहमेव दीर्घः, अहं दीर्घतमा इति दृष्ट्वा एव मां राज्ञी इति सूचयतु इति सा वदति. अनामिका तु अहमेव धनिकतमा इति कारणेन मां राज्ञी सूचयतु इति वदति. तावदेव अहं पठितवान्. तत्र नाम तत्र धनिका अनामिका सर्वासु अहमेव धनिकतमा, यतः अहं बहुरत्नखचितस्य कारणं वदति, बहुरत्नखचितं कनकमयं च अहं भवामि, सर्वं मम उपरि एव जनाः स्थापयन्ति इति तस्य पक्षः. तत्र खचितं खचितं नाम खचितं पिधानीं कृत्वा वा कवर्ड् इति खचितम् इति आच्छादितम् अथवा तत्र युक्तम् इति वक्तुं शक्नुमः, बहुरत्नयुक्तं बहुरत्नयुक्तं कनकमयञ्च अहं भवामि इति तस्याः पक्षः. खचितं तु सेट् इति वदामः, आङ्ग्लभाषया न जानीमः खलु, अहं विस्मृतवान् एव आङ्ग्लभाषां. तर्हि तादृशं यत् किमपि शब्दः यः कोऽपि शब्दः तत्र धारणं सत्यं नाम बहवः शब्दाः भवितुम् अर्हन्ति. युक्त इति अपि अस्ति, तादृश अर्थः अपि अस्ति, यत्किमपि भवतु नाम तत्र तस्य अर्थस्य बोधनार्थं किमपि संस्कृतेन वदामः चेत् सम्यक्. अस्तु, अग्रे अग्रे किमिति नवरत्न अङ्गुलि अपि जनाः धारयन्ति, अतः बहुरत्नखचितं नवरत्नं किल, नवरत्नं युक्तयित्वा अङ्गुली अङ्गुली जनाः अङ्गुल्यां धारयन्ति, नवरत्न अङ्गुली अङ्गुलिका. अङ्गुलीयक नवरत्न अङ्गुलीयकः जनाः तद् अङ्गुलिमध्ये धारयन्ति, अतः सा वदति अहमेव श्रेष्ठम् इति श्रेष्ठा महोदय. इदं पदमपि क्तान्तरूपं खचति, क्रियापदं खचित क्तान्तरूपं सत्यं क्तान्तरूपमेव क्तान्तरूपमेव अस्ति. अस्तु अग्रे रत्नभगिनी अग्रे. अस्तु अन्ते कनिष्ठिका मन्दम् उत्तिष्ठति, अग्रे आगत्य वदति च अहम् अङ्गुष्ठः इव न बलवती, तर्जनी इव अहं कमपि तर्जयितुं न शक्नोमि, मध्यमा इव अहं न दीर्घतमा, परं लघुतमा, न अहम् अनामिका इव धनिका अपि, अतः अङ्गुलीयकं न धरामि. एवं सत्यपि मया किञ्चन सौभाग्यं तु प्राप्तमस्ति, यदा पूजनीयाः आगच्छन्ति तदा जनाः तान् साञ्जलिबन्धं नमस्कुर्वन्ति, तदा तु अहमेव अग्रे भवामि. पूजनीयानां च तेषां दर्शनं आदौ अहमेव प्राप्नोमि इति. अस्तु इदानीम् अङ्गुलि कनिष्ठिका उत्थाय वदति न्यायाधीशं दृष्ट्वा किमर्थं सा किं महोदय कनिष्ठिका इति किम् उत्थाय तीर्तवती वा? हा न तादृशम् उत्थाय अग्रे आगत्य वदति आगच्छति वा? ल्यबन्तरूपम् उत्थाय इति अहं चिन्तितवती. कुत्र अस्ति? न बहुपूर्वं करपत्रे तत् दृष्टमासीत्. शब्दः सम्यक् अस्ति वा? उत्थाय महोदय उत्थाय सम्यक् अस्ति. सम्यक् एव. अस्तु अस्तु अस्तु क्षम्यताम् अग्रे. चिन्ता सा वदति अहं अङ्गुष्ठः इव बलवती नास्मि, तर्जनी वा अन्यान् तर्जयितुं वा मार्गदर्शनं कर्तुं वा न शक्नोमि, सूचनां दातुं मध्यमा इव अहम् उन्नता नास्मि, अहं लघुतमा इव अस्मि, अपि च अनामिका इव अहं धनिका नास्मि, किमपि न धरामि, अङ्गुलीयकं न धरामि. किन्तु किं भविष्यति इत्युक्ते मम सौभाग्यं तु अस्ति एव, इत्युक्ते यदि पूजनीयाः यः कोऽपि आगच्छति तदा जनाः किं कुर्वन्ति इत्युक्ते साञ्जलिबन्धम् इत्युक्ते नमस्कारं यथा कुर्मः तदा अहमेव प्रथमं पूजनीयं जनं द्रष्टुं शक्नोमि, अहमेव प्रथमा अस्मि, अतः अहं श्रेष्ठा इति सा वदति. अस्तु अन्तिमवाक्यम् अन्तिमवाक्यं सर्वासां वादं श्रुत्वा न्यायाधीशः निर्णयं श्रावयति यत् कनिष्ठिका एव अङ्गुलीनां राज्ञी इति. न्यायाधीशः सर्वेषां वादं शृणोति प्रथमम्, अनन्तरं सः निर्णयं ददाति कनिष्ठिका या पूजनीयजनानां दर्शनं प्रथमं करोति सा एव राज्ञी इति. अस्तु समीचीनमस्ति. एवमेव वदामि अत्र अङ्गुष्ठशब्दस्य व्युत्पत्तिः लक्ष्मीभगिनी पृष्टवती. अङ्गुष्ठशब्दः अत्र अङ्गु योगः स्था धातुः योगः कप्रत्ययः अङ्गुयोगः स्था धातुः योगः कप्रत्ययः अस्ति चेत् अस्माकं निर्देशः स्पष्टः नास्ति यत् किमर्थं पुल्लिङ्गशब्दः कप्रत्ययः कुत्रचित् परेषु लिङ्गेषु अपि भवति विशेषणत्वेन यदा प्रयुज्यते तत्र विशेष्यत्वेन द्रष्टव्यमस्ति कपतयस्य निश्चितलिङ्गत्वमस्ति न वा किन्तु तादृशमस्ति अङ्गु स्थादातुः नाम तत्र तत्र स्थितः इति अस्ति तत्र स्था इति वस्तुतः तादृशं नाम समस्तपदमस्ति. अस्तु अग्रे गच्छेम. इदानीं नूतनविषयः आयाति. तत्र अग्रिमपुटं त्यक्त्वा तदनन्तरं यत् अस्ति तदनन्तरमस्ति तत् द्रष्टव्यमस्ति. अनन्तरं गीता श्लोकाः द्रष्टव्याः सन्ति. यतोहि अत्र श्रेष्ठशब्दः आगतः अस्ति अस्मिन् अस्यां कथायां श्रेष्ठशब्दः. तर्हि अयं शब्दः कीदृशः इति पृष्टे सति तरप्तमप् इति अर्थे पुनः इतोपि प्रत्ययद्वयमस्ति विद्याभगिनी पृष्टवती तत्र सूत्रं प्रसङ्गे किमस्ति. तत्र किञ्चित् वदामि. अत्र एकं सूत्रमस्ति अतिशायने तमब् तमप् इति अस्ति इष्ठनौ. तत्र कश्चन प्रत्ययः अस्ति तत्र तमप् इति जानीमः. अनन्तरम् इष्ठन् इति तस्मिन्नेव अर्थे नाम प्रत्ययद्वयमस्ति तमप् अपि इष्ठन्. तत्र श्रेष्ठशब्दः इष्ठन् इति प्रत्यययुक्तशब्दः अस्ति श्रेष्ठशब्दः. तस्मिन्नेव तमप् इति यथा अर्थः अस्ति इष्ठन् इति अपि तथा. एकमेव सूत्रं द्वयोः प्रत्यययोः कृते अस्ति अतिशायने नाम अतिशायार्थे तमाभिष्ठनौ इति द्वन्द्वसमासः अस्ति. द्विवचने अस्ति तमप् इष्ठन् संयोजने तमाभिष्ठनौ अतिशायने तमाभिष्ठनौ इति सूत्रमस्ति पञ्चमाध्यायस्य तृतीयपादे पञ्चपञ्चाशत्तमं सूत्रमस्ति. एवमेव येषामिच्छा तत्र पञ्चमाध्यायस्य तृतीयपादे पञ्चपञ्चाशत्तमं सूत्रमस्ति अतिशयार्थे तमप् इष्ठन् इति प्रत्ययद्वयमस्ति. यथा लघुशब्दः स्वीकुर्मः चेत् लघु इति सामान्य नाम रूपं वदामि. लघुशब्दः योगः तमप् तत्र अपकारस्य इत्संज्ञालोपश्च इति कृत्वा लघुतम इति प्रातिपदिकमस्ति इति जानीमः. लघुतम इति अस्माकं परिचितशब्दः अस्ति अस्मिन् एव अर्थे. अनेन सूत्रेण लघुयोगः इष्ठन् अपि अस्ति इष्ठन्. अत्र लघुशब्दस्य उकारलोपः भवति. कथमति इदानीं मास्तु. इदानीं लघुशब्दः योगः इष्ठन् तत्र नकारस्य इत्संज्ञालोपः च इति अनेन तत्र यथा तमप् तम इति अस्ति तमप् पकारः न तिष्ठति खलु तमप् तम इति एव अस्ति लघुतम. एवमेव इष्ठन् इत्यस्मिन् नकारः न तिष्ठति. तर्हि लघुयोगः इष्ठन् नकारस्य इत्संज्ञालोपश्च उकारस्य लोपः. अत्र लघिष्ठ इति प्रादेशिकमस्ति. तर्हि लघुतम इति अस्मिन् अर्थे लघिष्ठ यथा श्रेष्ठशब्दः अत्र लघिष्ठ. इति वस्तुतः श्रेष्ठशब्दः कथमस्ति. कश्चन शब्दः अस्ति प्रशस्य इति कश्चन शब्दः अस्ति प्रातिपदिकमस्ति प्रशस्य शब्दस्य अर्थः अस्ति प्रशंसनीयमस्ति तत्र विशेषणमस्ति प्रशस्यः सः बालकः प्रशस्यः इत्युक्ते प्रशंसनीयः उत्तमः श्लाघनीयः इति स्मरणार्थे प्रशस्य शब्दः भवति. इदानीं प्रशस्य यथा प्रशस्यतम इति वदामः तेषु बालकेषु अयं बालकः प्रशस्यतमः इति वक्तुं शक्नुमः. अस्मिन् अर्थे यदा वयं इदानीं इष्ठन् इति मया उक्तमस्ति, नाम लघुतम लघुतम लघु इष्ठ लघिष्ठ इति मया उक्तमासीत्, यतोहि उकारस्य लोपः भवति. लग् इष्ठ लघिष्ठ. इदानीं यदा प्रशस्यशब्दः भवति, प्रशस्य तत्र एकं सूत्रमस्ति, प्रशस्यस्य नाम षष्ठीविभक्तौ बालकस्य इति यथा, प्रशस्यस्य श्रः इति कृत्वा तत्र श्र आदेशः भवति. सम्पूर्णरीत्या प्रशस्यशब्दस्य स्थाने श्र आदेशः भवति, तर्हि श्र योगः इष्ठ. सन्धिं जानीमः, अकारः इकारः एकारः गुणसन्धिं भवति, गुणसन्धिं कुर्मः, तत्र श्रेष्ठ इति अस्ति. तत्र प्रशस्य प्रशस्य इति अस्य स्थाने श्र आदेशः, श्र योगः इष्ठ श्रेष्ठ इति. प्रशस्यतम इति अस्मिन् अर्थे श्रेष्ठ इति भवति. अस्तु, तर्हि वैशिष्ट्यमस्ति अत्र यत् यत्र यत्र इष्ठ तम इति अस्मिन् अर्थे इष्ठ इति भवति इति उक्तं. सूत्रमस्ति अतिशायने तमभिष्ठनौ इति सूत्रम् उक्तं. तर्हि तमपि अस्ति इष्ठनपि अस्ति. सामान्यमस्ति लघुतम लघिष्ठ इति मया उक्तम्. किन्तु बहुषु स्थलेषु यथा प्रशस्यस्य श्रः इति सूत्रमया उक्तं, यस्य आधारेण प्रशस्य शब्दस्य स्थाने श्र आदेशः भवति, यत्र इष्ठन् इति अतिशयार्थे भवति, तत्र बहुत्र प्रकृति आदेशः भवति, सर्वत्र नास्ति. प्रकृति आदेशः इत्युक्ते यथा प्रशस्य स्थाने श्र आदेशः तत्र बहुत्र अस्ति. किञ्चित् कानिचन इतोपि उदाहरणानि वदिष्यामि. नाम मूलशब्दः न तिष्ठति एव, यथा प्रशस्य शब्दः न तिष्ठति. श्रेष्ठ इति अस्मिन् अर्थे मूलशब्दः प्रशस्य, प्रशस्य स्थाने श्र आदेशः जातः, श्र योगः इष्ट श्रेष्ठ. इदानीं यत् उदाहरणार्थं तत्र येषाम् अष्टाध्यायी अस्ति पुस्तकं, तत्र द्रष्टुं शक्नुवन्ति अत्र अष्टाध्याय्याम्. अत्र प्रथमं तत्र किं पञ्चनवतितमे पुटे सूत्राणि सन्ति, अतिशायने तमभिष्ठनौ इति प्रथमं सूत्रमस्ति. अतिशायार्थे तमभिष्ठनौ इति प्रत्ययद्वयमस्ति, तमप् इष्ठन्. अनन्तरं तिङश्च, नाम कुत्रचित् तिङन्तपदस्य अपि तथा, इदानीं न वदामि, तिङन्तपदस्य अपि तथा भवति, नाम प्रत्ययद्वयं संयुज्यते. किन्तु अग्रे षष्ठीतमं सूत्रमस्ति, प्रशस्यस्य श्रः इति मया उक्तं, प्रशस्यस्य श्रः. अनन्तरमस्ति ज्याच्च, अग्रिमं सूत्रमस्ति ज्याच्च. ज्याच्च इत्युक्ते प्रशस्य शब्दस्य स्थाने न केवलं श्र इति आदेशः इति केवलं न, अपि तु ज अपि अस्ति. तर्हि ज योगः इष्ठ इति वदामः चेत् तत्र ज योगः इष्ठ गुणसन्धिं करोतु, किमपि अस्ति ज्येष्ठ ज्येष्ठ. तर्हि श्रेष्ठ अपि अस्ति, ज्येष्ठ अपि अस्ति, अर्थः समानः किन्तु अर्थः समानः किन्तु प्रशस्य यः प्रशंसनीय अर्थः अस्ति अथवा समीचीन अर्थः अस्ति, सर्वोत्तम अर्थः अस्ति, तत्र प्रशस्य शब्दस्य स्थाने श्र आदेशः अपि अस्ति, विकल्पेन ज्याच्च ज्यात्यस्य आदेशः अस्ति. तर्हि श्र अस्ति चेत् श्र इष्ठ श्रेष्ठ, ज्या अस्ति चेत् ज्य इष्ठ ज्येष्ठ. समीचीनम्, पुनः एकवारं सूत्रसङ्ख्या वदतु महोदय. अत्र पञ्चमाध्यायस्य तृतीयपादे एतत् सर्वमस्ति. पञ्चमाध्यायस्य तृतीयपादे तत्र पृष्ठसङ्ख्या अस्ति पञ्चनवतितमं पुटे. तत्र पञ्चमाध्यायस्य तृतीयपादे अस्ति. प्रथमं सूत्रमस्ति अतिशायने तमभिष्ठनौ. अत्र पञ्चपञ्चाशत्तमं सूत्रं. हा अनन्तरं प्रशस्यस्य श्रः इति षष्टितमं सूत्रं. तदनुगुणं सूत्रमस्ति ज्यच. ज्यच. अनन्तरम् अग्रिमसूत्रमस्ति वृद्धस्य च. वृद्धस्य च इत्युक्ते वृद्धस्य स्थाने अपि ज आदेशः भवति. तत्र अर्थान्तरं किन्तु भवति, यतोहि मूलशब्दः एकमस्ति प्रशस्य, तस्य स्थाने ज. वृद्धशब्दस्य अपि स्थाने ज आदेशः. अतः सर्ववृद्ध अर्थे तत्र सः ज्येष्ठः इति वदामः. तत्र सामान्यतया स च ज्येष्ठः तत्र वृद्धशब्दसम्बद्धः, न तु प्रशस्यस्य. पञ्चबालकाः सन्ति तत्र, यस्य वयः अधिकमस्ति तत्र ज्येष्ठः इति सः बालकः ज्येष्ठः. तत्र वृद्धशब्दस्य ज्येष्ठः, न तु प्रशस्य शब्दस्य. द्वयोः अपि ज्येष्ठः इति एव अस्ति. अर्थभेदः रूपं समानमस्ति, समानं परन्तु तदर्थं सूत्रक्रमं पुनः वदामि. अत्र अतिशायने तमभिष्ठनौ इति प्रथमं सूत्रमस्ति. तमप् अपि च इष्ठन्. किञ्चित् अनन्तरमस्ति प्रशस्य श्रः, अनेन श्रेष्ठ इति अस्ति. तदनन्तरमस्ति ज्य च, अनेन ज्येष्ठ. प्रशस्य अर्थे ज्येष्ठ. अनन्तरं वृद्धस्य च इति अग्रिमं सूत्रमस्ति. तत्र ज्य अपि अस्ति, ज्येष्ठ इति रूपमस्ति, किन्तु अर्थभेदः. बुद्धं महोदय? अत्र प्रसङ्ग अधिकृत्य तत् ज्ञातुं शक्नुमः कः मूले कः शब्दः आसीत्. सत्यम्. अस्तु, समीचीनमस्ति. इति एकमस्ति. इदानीम् अन्यत् सूत्रमस्ति. अस्माकं तमप् इति वयं जानीमः. इदानीं तरप् इति जानीमः, यत्र द्वयोः तुलना भवति. तरप् अस्ति, तस्य विकल्पेन अन्यः प्रत्ययः अस्ति ईयसून्. यया रीत्या तमप् अस्ति, इष्ठन् अपि अस्ति, तत्र तरप् इत्यस्य स्थाने ईयसून् इति अपि प्रयोक्तुं शक्नुमः. ईयसून् अत्र अस्मिन्नेव पुटे अष्टाध्याय्याम् इदं सूत्रमस्ति. अत्र सप्तपञ्चाशत्तमं सूत्रमस्ति अस्मिन्नेव पुटे. तरप् ईयसून् अत्र सूत्रमस्ति. द्विवचनविभज्योपपदे पुस्तकमस्ति. तरप् ईयसुनौ. तरप् ईयसुनौ, तत्र बकारः भवति सन्धिं कृत्वा. तरबीयसुनौ, तरप् अथवा ईयसुन्. तर्हि अत्र द्वयोः मध्ये एकस्य अतिशयार्थः तरप् अथवा ईयसून्. तत्र प्रकारः न तिष्ठति. तर लघुतर सामान्य तत्र उदाहरणं वदामि. तत्र लघुयोगः तरप् लघुतर. इदानीम् ईयसून् इत्यस्मिन् ऊन् न तिष्ठति. ईयस् अत्र सावधानतया दृष्टमस्ति, यतोहि एतादृशशब्दः सकारान्तः अस्ति प्रातिपदिकम्. सकारान्तप्रातिपदिकं, यतोहि ईयस् इति ईयस् इति अस्ति. तर्हि लघुयोगः ईयस्, यथा पूर्वम् उकारस्य लोपः भवति, लघ् योगः ईयस् लघीयस्. लघीयस् इति अस्ति. यथा विद्वस् शब्दः विद्वस् तत्र पुल्लिङ्गशब्दः विद्वस् सकारान्तशब्दः प्रथमाविभक्तौ किम् अस्ति एकवचने विद्वान् विद्वान् अत्र लघीयस् इति अस्य प्रथमाविभक्तौ एकवचने लघीयान् अस्तु लघीयान् सकारान्तप्रातिपदिकं किन्तु अत्र इदानीं एते शब्दाः विशेष तत्र विशेषणानि सन्ति इमानि पदानि विशेषणानि सन्ति अतः त्रिषु लिङ्गेषु भवन्ति. इदानीं तमप् इति अकारान्तप्रत्ययः अस्ति. इष्ठान् इति इष्ठन् अपि अकारान्तः नाम लघुतम लघिष्ठ इति मया उक्तम्. उभयत्र विशेषणं तत्र प्रातिपदिकम् अकारान्तः अतः सौलभ्यमस्ति सौलभ्यम् अकारान्तपदं तर्हि लघुतम लघुतमः लघुतमा लघुतमम् लघिष्ठ इति तथैव अस्ति लघिष्ठः लघिष्ठा लघिष्ठम् इदानीं लघुतर अपि तथा अकारान्तः अतः लघुतरा लघु क्षम्यतां लघुतरः लघुतरा लघुतरं किन्तु लघीयस् इति सकारान्तशब्दः त्रिषु लिङ्गेषु भवति. पुल्लिङ्गे विद्वान् शब्दवत् अस्ति विद्वाद् विद्वांसो विद्वांसः इति यथा लघीयान् लघीयांसो लघीयांसः इति लघुतर इति अस्य अर्थे एवमस्ति. अपि च तत्र पुल्लिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे लघीयस् तत्र नदी शब्दवत् भवति लघीयस् योगः दीर्घैकारः लघीयसि इति स्त्रीलिङ्गे एकवचने स्त्रीलिङ्गे नदी शब्दवत् भवति नदी नद्यौ नद्यः लघीयसि लघीयस्यौ लघीयस्यः. अपि च सकारान्तशब्दः नपुंसकलिङ्गे यथा मनस् शब्दः मनस् मनः मनसि मनांसि तर्हि एवमेव लघीय लघीयः लघीयसि लघीयांसि इति किञ्चित् जटिलम् अस्ति अस्माकं परिचयः अस्ति पूर्वमेव. एतत् सर्वं सकारान्तशब्दः कथमस्ति पुल्लिङ्गे अपि च नपुंसकलिङ्गे वयं जानीमः विद्वान् विद्वांसो विद्वांसः मनः मनसि मनांसि एवमेव लघीयस् इति भवति. स्त्रीलिङ्गे नदीशब्दवत् किमपि नास्ति इति चत्वारि रूपाणि अस्माभिः अवलोकितानि सन्ति नाम तम इष्ठ तर इयस् समीचीनम्. इदानीं एतदपि अवगन्तव्यमस्ति यत् आरम्भे एव मया उक्तमासीत् यत् प्रकृत्यादेशः प्रकृत्यादेशः इति तस्य उदाहरणं मया उक्तं तत्र इष्ठ इष्ठ इष्ठन् इत्यस्य प्रसङ्गे इयसून् इत्यस्य प्रसङ्गे अपि तथा नाम यत्र यत्र यत्र यत्र इष्ठ इत्यस्य प्रकृत्यादेशः भवति यथा प्रशस्यस्य श्रः इति तत्र श्रेष्ठ इति शब्दः श्रेष्ठ इति शब्दः तत्र इयसून् नाम इयस् इत्यस्य स्थले अपि तथैव प्रकृत्यादेशः उभयत्र समानः भवति प्रकृत्यादेशः. तर्हि प्रशस्यस्य श्रः इति श्रेष्ठ नाम तत्र इष्ठन् अस्ति चेत् श्रेष्ठः. इदानीम् इयसून् अस्ति चेत् इयस् तत्र श्र श्र योगः इयस् श्र योगः इयस् गुणसन्धिं करोतु श्रेयस् इति अस्ति श्रेयस् इति यथा लघि तत्र मया उक्तमासीत् लघीयस् श्रेयस् अपि रूपाणि सन्ति तथैव इदानीं प्रशस्य इत्यस्य अत्र अग्रे पूते पश्यन्तु अत्र कानिचन रूपाणि सन्ति अत्र प्रातिपदिकं दत्तमस्ति अग्रिमे पुटे तत्र प्रातिपदिकमस्ति इयसून् प्रत्ययान्तम् इष्ठन् प्रत्ययान्तम् इति पश्यन्ति तत्र प्रशस्य अन्तिमशब्दात् पूर्वं यः शब्दः प्रशस्य अस्ति पश्यन्ति कुत्र महोदय अत्र पञ्चदशाधिकशततमे पुटे पुस्तके पञ्चदशाधिकशततमे पुटे अत्र पुटस्य मध्ये प्रातिपदिकम् इयसून् प्रत्ययान्तम् इष्ठन् प्रत्ययान्तम् इति दत्तमस्ति तत्र अन्तिमशब्दः अस्ति प्रिय तस्मात् पूर्वं यः शब्दः प्रशस्य तर्हि प्रशस्य अत्र षष्ठ अपि मया उक्तमस्ति यत् प्रकृत्यादेशः तत्र द्वयमस्ति प्रशस्यस्य श्रः अपि च ज्यच्च तर्हि रूपद्वयमस्ति प्रशस्य तत्र इष्ठन् तत्र श्रेष्ठ अपि च ज्येष्ठ इदानीम् अस्माभिः दृष्टं यत् प्रकृत्यादेशः अत्र इयसून् अस्ति चेदपि तथा तर्हि प्रशस्य इति स्थाने श्र योगः इयस् तत्र श्रेयस् विकल्पेन ज योगः इयस् आकारः भवति एकम् अन्यत् सूत्रमस्ति तदर्थं ज्यायस् इति अस्ति तत्र अष्टाध्याय्याम् अपरस्मिन् स्थले अन्यत् सूत्रमस्ति ज्यादादीयसः ज्यादादीयसः इति एतत् सामान्यमस्ति सर्वेषाम् आवश्यकता नास्ति विद्याभगिनी द्रष्टुं शक्नोति चेत् तत्र षष्ठाध्यायस्य चतुर्थपादस्य षष्ट्यधिकशततमे सूत्र चतुर्थसूत्रं 64160 इति अनेन सूत्रेण किमस्ति ज्यादादीयसः इति अनेन सूत्रेण ज्य यत्र ज्य अस्ति यत्र ज्य आदेशः भवति ज्य च इति सूत्रमेव उक्तं ज्य अस्ति चेत् तत्र ज्य योगः इयस् तत्र दीर्घ इकारस्य स्थाने इयस् इत्यस्य आकारः आदेशः ज योगः आयस् जायस् इति अस्ति तर्हि अत्र एवमेव सामान्यज्ञानमस्ति यत् यथा लघुशब्दः तत्र प्रकृत्यादेशः नाम बहूनां शब्दानां प्रकृत्यादेशः नास्ति तर्हि लघु लघुतम लघु इष्ठ लघिष्ठ उकारशलोपः लघिष्ठ लघुतम लघुतम लघुतर लघुतर लघु इयस् लघीयस् उकारलोपं कृत्वा लघीयस् बहवः शब्दाः तादृशाः सन्ति येषां प्रकृते आदेशः नास्ति किन्तु अत्र नाम यथा गुरुशब्दः उदाहरणानि पश्येम इदानीं गुरुशब्दः तत्र प्रकृते आदेशः नास्ति उकारस्य लोपं कृत्वा तत्र गरीयस् अत्र उकारस्य लोपं कृत्वा गरिष्ठ तत्र लघिष्ठ इति आसीत् लघुशब्दस्य लघिष्ठ इति गुरुशब्दस्य गरिष्ठ पश्यन्ति अत्र उकारद्वयस्य लोपः खलु महोदय उकारद्वयस्य नाम गुरु इति प्रातिपदिकं तत्र रेपस्य अनन्तरम् उकारस्य अपि लोपः गु इत्यस्मिन् उकारस्य अपि लोपः कृत्वा आमाम् नाम वस्तुतः बहूनि कार्यान्ति एतत् सर्वम् इदानीम् अस्माभिः न द्रष्टव्यमस्ति नाम बहूनि कार्याणि सन्ति अत्र अत्र बहु किमपि अस्ति. एतत् सर्वं पृथक्तया अपरस्मिन् वर्गे तत्र पाणिनीयवर्गे द्रष्टुं शक्नुमः. किन्तु गरीयास् तत्र सकारान्तशब्दः अस्ति गरीयान् गरीयसि गरीयः इति यथा विद्वान् अपि च मनः पूर्वम् उक्तमासीत् अपि च गरिष्ठ इति तद् तमप् अस्ति चेत् गरिष्ठ. इदानीं वृद्ध वृद्धशब्दस्य तत्र ज्याच इति सूत्रेण ज्याच इति सूत्रेण ज आदेशः भवति उभयत्र अस्ति उभयत्र सर्व नाम इयसु नास्ति चेदपि इष्ठनपि अस्ति चेदपि तत्र ज आदेशः भवति. अपि च इयस् इति चेत् आकारः भवति दीर्घीकारस्य इयस् इयस् इति स्थाने आकारः भवति इति कृत्वा ज्यायस् अपि च ज्येष्ठ. तत्र वृद्धतर वृद्धतम इति अनयोः अर्थे ज्यायस् ज्येष्ठ. समीचीनम्. इदानीं युवन् इति युवन् इति युव् इति भवति अस्तु यवीयस् अपि च यविष्ठ. कानिचन तत्र प्रकृति आदेशः कथम् अस्ति इति किञ्चित् इतोपि वक्तुं शक्नुमः. बहूनि सूत्राणि सन्ति अत्र अत्र अन्तिकशब्दस्य स्थाने नेदा भवति अन्तिकशब्दस्य स्थाने नेदा भवति अतः अन्तिकः योग इष्ठन् इति नदिष्ठः नदिष्ठः अन्तिकयोगः इयसून् भवति नदी नेदीयस् अथवा नेदीयान् पुल्लिङ्गे नेदीयान्. इदानीं बाध् बाधशब्दस्य बाधशब्दस्य साध इति आदेशः भवति अतः साधिष्ठं साधीयान् इति रूपाणि सन्ति. इदानीं स्थूलशब्दः स्थूलशब्दस्य स्थो इति भवति स्थो अतः स्थविष्ठ स्थवीयान् दूर्शब्दस्य दो अतः दविष्ठ दवीयान्. इदानीं यु यु तत्र युव् इत्यस्य यो अतः यविष्ठ यवीयान्. युवन् इति शब्दः अत्र प्रदर्शितमस्ति युवन् युवन् इत्यस्य यो भवति अतः यो अतः यो योगः इष्ट यान्तवान्तसन्धिः अवादेशः न वा युव् इत्यस्य स्थाने यो आदेशः भवति तर्हि नाम यवीयं यविष्ठ इति कथम् अस्ति इति चेत् तत्र युव् इत्यस्य स्थाने यो आदेशः जातः यया रीत्या प्रशस्यस्य श्रः इति श्र आदेशः अथवा ज आदेशः अत्र यो आदेशः युव् स्थाने यो सम्पूर्णरीत्या तर्हि यो अस्ति इति कृत्वा अव् आदेशः भवति यो योगः इष्ट यविष्ठ यो योगः इयन् यवीयन् यवीयान् क्षम्यता यवी तत्र किं यवीयस् पुलिङ्ग यवीयान् ह्रस्वशब्दः ह्रस्वशब्दस्य ह्रस् आदेशः भवति ह्रस्वशब्दस्य ह्रस् आदेशः भवति तर्हि ह्रस् दशुकुवनं तत्र वदतु ह्रस् अस्ति चेत् तत्र रूपद्वयं किं भवति ह्रस् इति वा महोदय हा नाम इष्ठ तत्र इष्ठन् अपि च इयसून् इति कृत्वा ह्रस् ह्रस्व इति स्थाने ह्रस् सकारान्तः सकारान्त प्रकृति आदेशः ह्रस्व इति स्थाने ह्रस् ह्रस् इति तत्र इयसून् इति योजयामश्चेत् तत्र कीदृशं रूपं भवति ह्रस् ह्रसीयस् इति भवति वा पुलिङ्गे ह्रसीयान् हा समीचीनं, ह्रसीयान् इति भवति श्रीलिङ्गे, ह्रसीयसी इति भवति नपुंसकलिङ्गे, ह्रसीयः इति भवति. आम् इदानीम् इष्ठन् इष्ठन् इति संयोजयामः चेत् तत्र किं विद्याभगिनी भवतु? ह्रस्यो ह्रस्व इत्यस्य स्थाने ह्रस् आदेशः, ह्रस्योगः इष्ट, ह्रसिष्ठ ह्रसिष्ठ इति प्रातिपदिकं, ह्रसिष्ठः ह्रसिष्ठा ह्रसिष्ठम्. आम् तत्र तथा समीचीनमस्ति. इदानीं उरु उरु उरु अस्ति चेत् तत्र तादृश आदेशः अस्ति, कुत्रचित् लिखितमासीत् यदि उरु अस्ति चेत् तादृश आदेशः अस्ति. वरीयस् वरिष्ठ, अत्र वर् उरु इत्यस्य स्थाने वर् आदेशः भवति, वरीयस् वरिष्ठ. एतदर्थं तत्रैव तस्मिन् पूर्ते सूत्राणि सन्ति. अत्र प्रिया प्रिया इत्यस्य स्थाने तादृश आदेशः भवति, प्रेयस् प्रेष्ठ. समीचीनं वा? तर्हि एतादृशानि रूपाणि सन्ति. अस्तु, किमस्ति यत् प्रिय प्रियस्थाने प्राप्तमस्ति, प्रियस्थाने प्र आदेशः भवति, प्रिय इत्यस्य स्थाने प्र आदेशः, अतः सन्धिं कृत्वा प्रेष्ठ अपि च प्रेयस् अथवा प्रेयान्. इदानीं स्थिर् स्थिर् इत्यस्य स्थाने स्थ आदेशः, स्थिर् इत्यस्य स्थाने स्थ. तर्हि स्थ अस्ति इति लक्ष्मीभगिनी वदतु, तत्र रूपद्वयं किं भवति? स्थायोगः यस् स्थेयस् पुल्लिङ्गे पुंलिङ्गे स्थेयान्, स्त्रीलिङ्गे स्थेयसि, नपुंसकलिङ्गे स्थेयः. इष्टन् प्रत्ययान्तं योजयामश्चेत् स्थेयः स्थेय प्रातिपदिकम् अकारान्तप्रातिपदिकम् इति कृत्वा स्थेयः कथं नाम स्थ इति अस्ति, स्थ योगः इष्ठ. अस्तु महोदय, क्षम्यतां, श्रेष्ठः श्रेष्ठ. आं समीचीनं, श्रेष्ठ इति प्रातिपदिकम् अत्र स्त्रीलिङ्ग पुंलिङ्गे श्रेष्ठः, स्त्रीलिङ्गे श्रेष्ठा श्रेष्ठम्. ऊरु इति स्थाने वर् वर् अतः वरिष्ठ नाम वरीयस् वरीयान्. अनेन इदानीं बहुल् बहुल् इति कश्चन शब्दः अस्ति, बहुल् सरला भगिनी, बहुल् इत्यस्य स्थाने बहिः भवति, बहिः ह्रस्व इकारान्तः, बहुल् इत्यस्य बहिः भवति, बहिः. तर्हि रूपद्वयं किं भवति? यसून् इष्ठ किं क्षम्यतां, बहिर्योग इयस् भवति बहियस्, तस्य पुल्लिङ्गे भवति बहियान्, स्त्रीलिङ्गे भवति बहियसि, बहियः भवति नपुंसकलिङ्गे. यदि बहियोग इष्ठ भवति तत्र भवति बहिष्ठ, पुल्लिङ्गे बहिष्ठ बहिष्ठा बहिष्ठ इति भवति नपुंसकलिङ्गे. इदानीं गुरुशब्दस्य वस्तुतः विद्याभगिनी गर् आदेशः अस्ति, मया उक्तं पूर्वं, गुरुशब्दस्य गर् इति आदेशः अस्ति, गर् आदेशः गुरुस्थाने गर् आदेशः. तर्हि गर् आदेशः अस्ति चेत् तत्र राजेन्द्रमहोदय वदतु, गर् गर् योगः गर्योगः गरीयस् अपि च गर्योगाय इष्ठन् इष्ठन् तत्र गरिष्ठ गरिष्ठ. गरीयस् इति पुल्लिङ्गे स्त्रीलिङ्गे पुल्लिङ्गे गरी गरीयस् तथा अस्ति गरीयान् गरीयान् एकवचनं पुल्लिङ्गे गरीयसि तत्र स्त्रीलिङ्गे एकवचनं गरीयः गरीयः तत्र नपुंसकलिङ्गे एकवचनं अस्तु इदानीं कश्चन वृद्धशब्दः अस्ति उपरि वृद्ध आसीत् अत्र वृध वृध वृध वृद् वृध इत्यस्य वर्ष वर्ष मूर्धन्यषकारान्तः वर्ष वृध इत्यस्य वर्ष आदेशः वर्ष वर्षादेशः भवति चेत् तत्र रत्नभगिनी वदतु रूपद्वयं किं भवति नाम इयस् अपि च इष्ठन् वर्षित्र इत्यत्र इयसून् वदामः चेत् वर्षीयस् इति भवति वर्षीयस् इति वर्षी वर्षिवान् कुतः वर्षीयस् सकारः अन्ते अस्ति खलु वर्षीयस् इति पुनः वदतु पुलिङ्गे हा वर्षीयस् इति अस्ति चेत् सकारः अन्ते अस्ति चेत् वान् इति भवति खलु न वान् इति न तत्र मतुप् अतुपति न विषयः अत्र मतुप् अतुपति विषयः नास्ति नाम विद्वास् इत्यस्य अस्तु विद्वान् अस्तु वर्षीयस् इत्युक्ते वर्ष विद्वस् विद्वान् वर्षी वर्षीयसकारान्तः वर्षीवान् अत्र वर्षीयस् वर्षीयान् अस्तु वर्षीयान् वर्षीयति वर्षीयति श्रीलिङ्गे किम् अस्ति वर्षीयसि वर्षीयः समीचीनमस्ति अनन्तरं वर्ष इष्टन् इत्युक्ते वर्षेष्ठन् मुदनशकारान्तः शब्दः वर्ष वर्षिष्ठः वर्षिष्ठ वर्षिष्ठम् इकारः अस्ति समीचीनं वर्षिष्ठः वर्षिष्ठा वर्षिष्ठम् अस्तु समीचीनमस्ति अन्ततो गत्वा अन्तिमं कुर्मः महोदय अत्र वर्षिष्ठ इति वरिष्ठः इति अपि अस्ति किल तद् तद्भिन्नरूपं वा भिन्नं नितरां भिन्नं तत् भिन्नम् अस्ति महोदय कनि कनिष्ठ तत् कथम् आयाति युवन् किं शब्दः आदेशः भवति कनीयस् ईयसून् कनिष्ठ ईष्ठन् तत्र कन् इति कस्यचित् आदेशः अस्ति वा इति द्रष्टव्यमस्ति इदानीं कन् कनिष्ठ इति आम् अत्र युवन् युवन् युवान् इति युवन् युवन् अस्ति कनि युवन् अस्ति युवन् इति अस्ति युवन् युवन् अस्ति अत्र विकल्पेन कन् आदेशः अस्ति पश्यतु तत्र द्विवारम् आगतमस्ति तत्र यव आदेशः अस्ति अथवा युवन् इत्यस्य क्षम्यतां युवन् इत्यस्य यो आदेशः भवति युवन् इत्यस्य यो आदेशः विकल्पेन कन् आदेशः रूपद्वयमस्ति यया रीत्या प्रशस्य इत्यस्य श्र आदेशः अथवा विकल्पेन ज्या अत्र युव् इत्यस्य विकल्पेन यो अथवा विकल्पेन कन् इत्यस्ति अस्तु अन्तिमं कुर्मः इदानीं अस्तु अन्तिमं कुर्मः विद्याभगिनी वदतु अत्र दीर्घ महोदय अत्र युधिष्ठिरस्य विषयं न वक्तं न युधिष्ठिर कथम् आयाति युधिष्ठिरः तत् तादृश अत्र नास्ति एतादृशप्रत्ययः नास्ति अस्तु तत्र स्थिरः तत्र तत्र समासः एतादृशरूपं नास्ति. विद्याभगिनी वदतु अत्र दीर्घशब्दस्य दीर्घशब्दस्य द्राघ् इति आदेशः अस्ति. द्राघ् अत्र घकारान्तः दीर्घशब्दस्य तत्र द्राघ् घकारान्तः अस्ति. द्राघ् अस्तु. अत्र द्राग्योगः इष्ट इति कुर्मः चेत् द्रागिष्ट इति प्रातिपदिकं द्रागिष्टः द्रागिष्टा द्रागिष्टं द्राग्योगः इयसुन् इति इयस् इति अस्ति इयस् इति अस्ति द्रागीयस् द्रागीयान् द्रागीयसि द्रागीयः. समीचीनमस्ति. अत्र तादृशविषयः अस्ति. अर्थः सरलः अस्ति. तरप् तमप् इति तादृश अर्थः अस्ति अत्रापि. केवलं रूपविषये किञ्चित् जाटिलीम् अस्ति, अधिकं नास्ति. सकारान्तशब्दः अस्ति चेत् त्रिषु तत्र विद्वस् अपि च मनस् अपि च नदी इति मनसि निधाय भवति. सम्यक् अस्ति. अस्तु तर्हि किं महोदय एतत् प्रातिपदिकं कथं वयं जानीमः? गुरु गर् भवति वृद्ध जय् भवति इति नाम सूत्राणि सन्ति अष्टाध्याय्यां. मया उक्तं तत्र पूते एतत् सर्वम् अस्ति. सूत्राणि सन्ति. पाणिनिः रूपं दृष्ट्वा सूत्रं निर्मितवान् इत्युक्ते किमर्थं रूपं तथा अस्ति न कोऽपि वक्तुं शक्नोति. रूपम् अस्ति, रूपं दृष्ट्वा पाणिनिः सूत्रं निर्मितवान्. सो सूत्रं दृष्ट्वा वयं कः आदेशः अस्ति इति ज्ञात्वा यथा वयम् अभ्यासं कृतवन्तः इदानीं यत् तादृशम् अस्ति. नाम यः कोऽपि आदेशः अस्ति स्थूल इत्यस्य स्थो आदेशः भवति. स्थो इति तत्र अवादेशः भवति. अतः स्थविष्ठ स्थवीयान् इति एतत् सर्वं वयम् अवगन्तुं शक्नुमः. सूत्रं द्रष्टव्यमस्ति कीदृश आदेशः. अस्तु सम्यक्. अस्तु समयः जातः मया किञ्चित्. तर्हि इतः अग्रे इतोपि अभ्यासं करिष्यामः अग्रिमे सप्ताहे. गृहपाठः अवश्यं पश्यिष्यामि. तत्र सर्वे हि कर्तव्यः गृहपाठः. अस्तु तर्हि धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः महोदय. धन्यवादः.